पद्मपुराणं खण्डं 4 ब्रह्मखण्डम् अध्यायं 14 शौनक उवाच कथयस्व महाप्राज्ञब्राह्मणस्य कृपार्णव माहात्म्यं सर्ववर्णानां श्रेष्ठस्य कृपया च मे सूत उवाच ब्राह्मणसर्ववर्णानां गुरुरेव द्विजोत्तम सर्वामराश्रयो ज्ञेयः साक्षान्नारायणप्रभुः कुर्यात्प्रणामं यो विप्रं हरिबुद्ध्यादु भूसुरं भक्र्यात्तस्य द्विजश्रेष्ठ वर्धते सम्पदादिकं न न मे ब्राह्मणं दृष्ट्वा हेलयापि जगर्वितः छेदनं तु तस्य शिरः कर्तुमिच्छेत् सदा हरिः कृतापराधं विप्रं ये द्विषन्ति पापबुद्धयः हरिं द्विषन्ति ते ज्ञेया निरयं यान्ति दारुणम् यः कर्तुं प्रार्थनां विप्रं पश्येत् क्रोधेन जागदम् कृतां तश्चक्षुषोस्तस्य तप्तसूचीं ददाति वै कुरुदे भूसुरं मूढो भत्सनं यो नराधिपः यमदूतामुखे तस्य तप्तलोकं ददन्ति च येषां निकेतने भुङ्क्ते क्ष्मासुरो वै तपोधनः सुपर्वाणैः स्वयं कृष्णो भुङ्क्ते तेषां निकेतने नश्यन्ति सर्वपापानि द्विजहत्यादिकानि च कणमात्रं भजेद्यस्तु विप्राङ्घ्रिसलिलं नरः यो नरश्चरणौ धौतं कुर्याद्धस्तेन भक्तितः द्विजातेर्वच्मि सत्यं ते समुक्तः सर्वपादकैः पुत्रहीना च या नारी मृदवासा च याङ्गना सपुत्रा जीववत्सा सा द्विज पद्माङ्घ्रिसेवनाद् ब्रह्माण्डे यानि तीर्थानि तानि तीर्थानि सागरे उदधौ यानि तीर्थानि तिष्ठन्ति द्विजपादयोः द्विजाङ्घ्रिसलिलैर्नित्यं सेचितं यस्य मस्तकं सस्नादः सर्वतीर्थेषु समुक्तः सर्वपादकैः शृणु शौनकवक्ष्यामि माहात्म्यं पापनाशनम् विप्रपादोतकस्याकमितिहासं तपोधन आसीत्पुरा द्विजश्रेष्ठ वैश्यवृत्तिपरायणः शूद्रो भीमो द्वापरे च ब्रह्महत्या सहस्रकृद निष्ठुर सर्वदा तुष्ट समहान्वैश्यया पुनः शूद्राचारपरिभ्रष्टो भीमोऽसौ गुरुतल्पगः प्रत्येकं वच्मि किं तस्य दस्योसङ्ख्या न विद्यते पापानां मुनिशार्दूलभीमस्य दुष्टचेतसः एकदा स गतः कश्चिद्ब्राह्मणस्य निवेशनम् गत्वा तं तस्य गेहात्तु द्रव्यं नेतुं मनोदधे तत्रो वासब्राह्मणस्य बहिर्द्वारसमीपतः दैन्ययुक्तं वच प्राहक्ष्मासुरं स तपोधनं भोस्वामिन् शृणु मे वाक्यं दयालुरिव मन्यते श्रुतार्थोऽहं देहि चान्नं प्राणा यास्यं दिमे धृतं ब्राह्मण उवाच क्षुधार्त शृणु मे कश्चिद्वाक्यं कर्तुं न विद्यते पाकं मे तण्डुलानि त्वं नीत्वा भुङ्क्ष्व यथा सुखम्। नास्ति मे जनको मादा, नास्ति सूनुः सहोदरः, नास्ति जाया मातृबन्धुर्मृता सर्वे विहाय माम्। तिष्ठाम्येको गृहे कर्म भाग्यहीनोऽतिथे हरिः, एको मे वसतौ चास्ति न जाने तद्विना किल। भीम उवाच, मम कश्चिद्विजश्रेष्ठ नास्ति सेवां तवापि च, शूद्रोऽहं निलये जात्या कृत्वा स्थास्यामि ते सदा। सूद उवाच इति तस्य वच श्रुत्वा सानन्दः क्ष्मासुरस्तदा। पाकं विधाय तूर्णं स ददा वन्नं तपोधन। सोऽपि हर्षसमायुक्तस्तौ तत्र द्विजालये, सेवां कुर्वन् स्नेहयुक्तां भूसुरस्य मनोहराम्। अद्य श्वो वाहनिष्यामि द्रव्यमस्य ममापि च, नेदुं यदा करिष्यामि नेष्यामि नात्र संशयः। परामृश्य च हृद्यन्धकृत्वा तस्य क्रियां वदेद, पादधौदादिकं चासौ शिरसा गदपादकः। आचम्याङ्घ्रिजलं दध्रेच्छत्मना प्रतिदिनं द्विजः, एकदा कारक कच्चिद्रव्यं नेतुं समागतः। उत्पाट्य रात्रावररं गदोऽसौ तद्गृहान्तरं, दृष्ट्वा भीमं प्रहारार्थं दण्डहस्तः समागतः। हारको मस्तकं तस्य चित्त्वा तूर्णं पलायिदः, अथ तस्य भडा विष्णो शङ्खचक्रगदाधराः। समायादास्तथा नेदुं भीमं तं वीदकिल्बिषं, स्यन्दनं चागदं दिव्यं राजहंसयुधं द्विज। तत्रारूढो ययौ विष्णोर्भवनं दुर्लभं किल, माहात्म्यं भूमिदेवस्य मया ते तत्प्रकीर्तितम्। शृणु याद्यो नरो भक्त्या तस्य पादकनाशनम्। इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे सूदशौनकसंवादे ब्राह्मणमाहात्म्यं नाम चतुर्दशोऽध्यायः। ॐ